नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। आर्धधातुकप्रकरणे लृङ् लकारः इति पाठः अनुवर्तते, अतः किञ्चित् पूर्णस्मरणं करणीयमेव खलु। बहु किमपि सूत्राणि अधीतानि, अतः किञ्चित् पश्यामः। हेतुहेतुमतोर्लिङ् इति आरम्भं कृतम्, तस्य सूत्रसङ्ख्या किञ्चित् स्मरन्तु, तस्य विषये अद्य किञ्चित् पश्यामः, समयः अस्ति चेत्। सो हेतुहेतुमतोर्लिङ् इति सूत्रेण तत्र लिङ् लकारः हेतुमति प्रथमं सूत्रं विकल्पेन विधीयते, तदपि 33156 तत्र अपक्षेतु लिट् लकारः हेतुहेतुमतोः धातोः लिङ् प्रत्ययः परश्च विभाषा, अतः अन्यस्मिन् पक्षे लिट् लकारः विधीयते। तदेव प्रथमं सूत्रमासीत्। द्वितीयमासीत् लिङ् निमित्ते लृङ् क्रियातिपत्तौ 33139, अतः एतत् सूत्रं हेतुहेतुमतोर्लिङ् इत्यस्य पूर्वतनसूत्रमस्ति, तस्य वैशिष्ट्यं वयम् अद्य पश्यामः। सो अनेन क्रियातिपत्तौ लृङ् लकारः लिङ् निमित्ते सति लृङ् विधीयते नित्यम्, एतत्तु नित्यसूत्रमस्ति। क्रियातिपत्तौ तत्र भविष्यत्कालार्थे इत्यपि तत्र लिङ् निमित्ते भविष्यति धातोः लृङ् प्रत्ययः परश्च क्रियातिपत्तौ इति तत्र उक्तं, तत्र भविष्यत्कालार्थे यत्र लिङ् निमित्तमस्ति तत्र लृङ् लकारः क्रियातिपत्तौ विधीयते इति सूत्रं वदति। तृतीयमासीत् भूते च, भूते च सूत्रेण अपि लृङ्लकारः एव परन्तु विकल्पेन भवति, अत्रापि लिङ् निमित्ते भूते च धातोः लृङ् प्रत्ययः परश्च क्रियातिपत्तौ, तत्रापि क्रियातिपत्तौ अस्ति परन्तु भूतकालार्थे क्रियातिपत्तौ, यदा क्रियायाः साधना नास्ति तत्र लृङ्लकारः विधीयते। एतदेव तृतीयं सूत्रम्। अनन्तरमासीत् ओतापयोः, ओतापयोः इति अधिकारसूत्रमासीत्, लिङ् निमित्ते भूते च धातोः वा लृङ् प्रत्ययः परश्च क्रियातिपत्तौ आ उतापयोः, एतदेव पुनः पुनः आगच्छति। आ उतापयोः तत्र लिङ् निमित्ते भूते धातोः विकल्पेन अनन्तरं भविष्यति तु नित्यं भवति इति, अनेन सूत्रेण एव भूते च धातोः वा इति अनुवर्तनं भवति, अत्र तु भविष्यति विषये किमपि नास्ति परन्तु केवलम् अनेन एव तत्र लिङ् निमित्ते भूते च धातोः वा लृङ् प्रत्ययः परश्च इति उतापयोः इति अनुवर्तनं भवति। अग्रिमं सूत्रमासीत् गर्हायां लडपि जातोः, एतदेव पञ्चमसूत्रं 33142 ओतापयोः इत्यस्य अग्रिमसूत्रम्। तत्र अनेन लृङ् इत्यस्य प्रसङ्गः एव नास्ति, केवलम् अनुवृत्त्यर्थम् एतत् सूत्रम् अत्र योजितम्। अत्र अनेन सूत्रेण लट् कालसामान्ये लट् भवति, सो गर्हायाम् अपि जातोः लट् परत्ययः परश्च, गर्हा इत्युक्ते निन्दा, अपि अनन्तरं जातु इति अनयोः योगे तत्र लट् सकारः भवति, अतः अत्र सूत्रे गर्हा इति पदस्य अनुवृत्तिः आवश्यकी, अतः तद् अत्र मध्ये योजितम्। अग्रिमसूत्रं 33143 विभाषा कथमी लिङ् च इति सूत्रं, तत्र विकल्पेन कालत्रये लिङ् लकारः अनेन सूत्रेण भवति, भविष्यति तु नित्यं लृङ् लकारः, भूते लृङ् लकारः विकल्पेन। अत्र अस्य सूत्रस्य वैशिष्ट्यं किम् इत्युक्ते अन्येषु लकारेषु अपि एतद् भवति, लट् लङ् लुङ् लुट् लृट् इति। सो कथमी गर्हायां धातोः लिङ् विभाषा लट् च प्रत्ययः परश्च लिङ् निमित्ते भूते लुङ् क्रियातिपत्तौ, कथं शब्दस्य प्रयोगे त्रिषु कालेषु गर्हायाम् इति। एतद् एक्सेल् शीट् ओपन् कृतं वा भवद्भिः? खलु will be easier to follow. एकांशम् अहं चाट् मध्ये योजयिष्यामि। प्राप्तं वा भगिन्या? दृश्यते वा उषा भगिनी? आं भगिनि प्राप्तम् आम् तदोपन् आम् तदोपन् करोतु तदा एव किञ्चित् सौलभ्यं भवति. आम् सो 6th 1 विभाषा कथमी लिङ्क् च अनेन तत्र लट् लङ् लुङ् लुट् लृट् सर्वमपि विधीयते विकल्पेन कालत्रये लिङ् लृङ् यदा पूर्वं भवति. एतदेव अस्य सूत्रस्य वैशिष्ट्यम्. सो तत्र गर्हायाम् इति गर्हायां लडपि जातोः इत्यनेन तत्र अनुवर्तते कथं शब्दस्य प्रयोगे तत्र एव वयं कतर कथम एतत् सर्वं दृष्टं त्रिषु कालेषु गर्हायां सत्यां तत्र लिङ्लकारः भवति इति सूत्रं वदति. किं वृत्ते लिङ् लिटौ इति सूत्रं 3 3 1 4 4 अग्रिमसूत्रं. तत्र विकल्पेन लिङ्लकारः यदा पूर्वं भविष्यति नित्यं लृङ् भूते वा लृङ् प्राग्वत् इति यत्र अस्ति सर्वत्र तादृशमेव भविष्यति नित्यं लृङ् भूते वा सर्वलकाराणाम् अपवादः परन्तु लृट्लकारः अत्र भवति. किं वृत्ते लृङ् लृटौ इति सूत्रं तत्र एव कः कतर्मः कथमः इति दृष्टं पूर्वसूत्रे कथम् एव शब्दः. किं वृत्ते गर्भायां धातोः लिङ् ऋतौ प्रत्ययः परश्च लिङ् निमित्ते भूते वा लृङ् क्रियातिपत्तौ तत्र किम् इत्यादयः प्रश्नवाचकशब्दाः. कः कतर्मः कतरः कथमः निन्देत् हरिं निन्देत् इति एकम् उदाहरणं दृष्टं खलु अस्मिन् एव सूत्रे. किं ऋतौ लिङ् ऋतौ इति सूत्रे अत्र एव लृट् इति उक्तम् अतः यद्यपि तत् सर्वलकाराणाम् अपवादः तदापि लृट् भविष्यति एव. अनन्तरम् अष्टमसूत्रमासीत् अनवक्लृप्ति अमर्षयोर् किं वृत्ते अपि इति सूत्रं तत्र विकल्पेन लिङ्लकारः यदा पूर्वं भविष्यति निमित्तं लिङ् भूते वा अत्रापि लृट्लकारः भवति पूर्वतनसूत्रात् तत्र अनुवृत्तिः अस्ति. अनवक्लृप्ति नाम सम्भावना अमर्ष इत्युक्ते असहना किं वृत्ते अपि अत्र अकिं वृत्ते इति उक्तत्वात् किं वृत्तः नास्ति चेदपि तत्र लिङ्लकारः भवति गर्हायाम् इति निवृत्तत्वात् अत्र गर्हा इति पदं नास्ति. अनवक्लिप्ति अमर्षयोर् किं वृत्ते अपि इति सूत्रे गर्हा इति पदं नास्ति किं वृत्तिः अपि नास्ति गर्हायाम् इति अर्थः निवृत्तः किं वृत्ति इति शब्दः निवृत्तः. अनन्तरम् अग्रिमसूत्रमस्ति किं किल अस्ति अर्थेषु लृट् इति 3 3 1 4 6 लिङ्गः अपवादः अत्र सो तत्र लिङ्लकारः न भवति. यदा लिङ्लकारः न भवति लृङ्लकारः अपि न भवति. किं भवति सूत्रे एव उक्तं लृट् इति अतः लृट्लकारः भवति. अनवक्लिप्ति अमर्षयोः तदेव अनुवृत्तं पूर्वतनसूत्रात् किं किल अस्ति अर्थेषु धातोः लृट् प्रत्ययः परश्च किं किल इत्यस्य क्रोधार्थे इति अर्थः अस्ति इत्यादयः तत्र अस्ति भवति विद्यते इति शब्दत्रयं स्वीकृतम् इत्यादि शब्दाः अत्र स्वीकृताः अस्ति इत्यादयः अर्थे. अनन्तरं जातु यधोर्लिङ् 3 3 1 4 7 अग्रिमसूत्रं तत्रापि लिङ्लकारः नित्यं भवति परन्तु लृङ् तु भविष्यति नित्यं लृङ् भूते वा इति तत्र एकं वार्तिकमपि योजितं यदा यद्योः उपसङ्ख्यानम् इति. तत्र वार्तिकेन सूत्रे तु जातु यद् इति उक्तम् अनेन वार्तिकेन यदा यदि इति अपि उपपदरूपेण यदा अस्ति अनवक्लिप्ति अमर्षयोः जातु यदोः अनन्तरं यदा यदि उपसङ्ख्यानम् इत्यनेन यदा यदि तत्र लिङ् प्रत्ययः परश्च लिङ् निमित्ते भूते च वा लृङ् क्रियातिपत्तौ तदपि स्वीकरणीयम् अत्र. एतत्तु अनवक्लिप्ति अमर्षयो योः किं वृत्ते अपि इत्यस्य अपवादसूत्रम् अस्ति. एतद् 147 अनवक्लिप्ति अमर्षयोः इत्यस्य अपवादः एतत्. यच्च यत्रयोः इति सूत्रं 148 तत्र अपि समानम् अन्यत् सर्वं समानम् तत्र पदं किं यच्च यत्र इति उपपदे सति असम्भावनायाम् अनवक्लिप्ति अमर्षयोः तत्र लिङ्लकारः भवति. अनन्तरं गर्हायां च इति सूत्रं 149 तत्रापि समानं लिङ्लकारः भविष्यति नित्यं लृङ् भूते वा अन्येषां लकाराणाम् अपवादः तत्र गर्हायां यच्च यत्रयोः तस्य अनुवृत्तिः लिङ् प्रत्ययः परश्च लिङ् निमित्ते भूते वा लृङ् क्रियातिपत्तौ गर्हायाम् इत्यनेन तत्र अनवकृत्य अमशयोः इत्यस्य अनुवृत्तिः बाधिता सो अत्र गर्हा एव इष्टा अतः तत्र अनवक्लुप्ति अमशयोः इति न भवति अनेन सूत्रेण चित्रीकरणे 150 तत्रापि सर्वं समानं यदा पूर्वतनसूत्रे चित्रीकरणे यच्च यत्रयोः धातोः लिङ् प्रत्ययः परश्च लिङ् निमित्ते भूते लिङ् क्रिया लृङ् क्रियाधिपत्तौ अत्र यच्च यत्र इति उपपदे सति चित्रीकरणे आश्चर्य अर्थे गम्यमाने तत्र लिङ्लकारः भवति शेषे लृड यदौ 151 तत्र लिङ्लकारः न भवति यदा लिङ् न भवति लृङ् अपि न भवति लृट् सर्वलकाराणाम् अपवादः सूत्रे एव लृट् इति उक्तम् अतः लृट् भवति अत्र एव वयं पर्युदासविषये चर्चितवन्तः शेषे अयधौ चित्रीकरणे धातोः लृट् प्रत्ययः परश्च तत्र शेषे नाम यत्र यच्च यत्र न स्तः यदि भिन्ने अव्ययपदे सति चित्रीकरणार्थः चित्रीकरणार्थः इत्युक्ते आश्चर्यार्थे गम्यमाने सति तत्र लिङ्लकारः भवति अनन्तरम् उतापयोः समर्थयोर्लिङ् अनेन एव तत्र किञ्चित् परिवर्तनं भवति एतावता तत्र भविष्यति भूते च नित्यं क्षम्यताम् भविष्यति नित्यं भूते च विकल्पः इति आसीत् एतस्मात् सूत्रात् तत्र द्वयमपि तत्र नित्यं भवति इत्येव आगच्छति सर्वलकारणम् अपवादः उतापयोः उत अपि इति समानार्थक उपपदे सति तत्र समानाद आर्थकं किम् इत्युक्ते तत्र अवश्यं निश्चयेन इति अस्ति चेत् तत्र भविष्यति भूते च नित्यं तत्र लृङ्लकारः भवति कामप्रवदे प्रवेदने कच्चित्ति एतदेव गतपाठे दृष्टं 33153 तत्र नित्यं भविष्यति भूते च नित्यं भवति सर्वेषाम् अपरेषां लकाराणाम् अपवादः स्वाभिप्रायस्य प्रकाशने नाम स्व इच्छा गम्यमाने धातोः लिङ् भवति कच्चित् इति उपपदं नास्ति चेत् तदेव वयं गतपाठे दृष्टं कच्चित् इति उपपदं नास्ति चेत् स्व इच्छा प्रकट्यमाने सति तत्र लिङ्लकारः लृङ् तु भूते भविष्यति नित्यं भवति इति सम्भावना इति अस्मात् सूत्रात् अद्य पश्यामः किञ्चित् एतद् टेबल् मध्ये पश्यामः चेत् क्लारिटि अस्ति इति मम चिन्तनम् सूत्रस्य सङ्ख्या अनन्तरं किं किं भवति अस्तु अरुणा भगिनी तद् सम्भावनेयलमिति चेत् सिद्धप्रयोगे इति सूत्रम् आं भगिनि आं भगिनि सम्भावने अलम् इति चेत् सिद्धप्रयोगे 33154 पर्याप्तविशिष्टसम्भावनार्थे लिङ्लकारः भवति यदि सामर्थ्यक्यम् अलं शब्दस्य अप्रयोगः सिद्धः अस्ति अर्थात् सामर्थ्यवाचिना अलं शब्देन विना एव सामर्थ्यतायाः प्रतीतिः स्यात् अलं शब्दस्य प्रयोगेन विना यदि कस्यचित् मनुष्यस्य क्रियाशब्दं क्रियासम्बन्धं सामर्थ्ये व्यक्तीक्रियते तर्हि लिङ्लकारस्य एव व्यवहारो भवति सर्वलकाराणाम् अपवादः अलं शब्दस्य प्रयोगः अस्ति चेत् अन्यस्य कस्यचित् लकारस्य यथा लुट् लकारस्य व्यवहारः भवेत् अलमिति अर्थस्य प्रतीतिः अलं शब्देन विना एव जायमानः यस्मिन् सः सिद्धप्रयोगः काशिकां लिखि लिङ् इत्येव सम्भावने अलम् इति अत्र अलं शब्दविषये चर्चा अभवत् अलं शब्द अर्थः प्राप्य विशिष्टसम्भावनार्थे इति अहं मन्ये. अलं शब्द न प्रयुज्यते अत्र लिङ्लकारः विधीयते, परन्तु अलम् इति शब्दं न प्रयुज्यते, परन्तु अर्थसामर्थ्यार्थशब्दं प्रयुज्यते. तथा लिङ्लकार एव व्यवहारः भवति. अलं शब्द अस्ति पदमिति अस्ति चेत् प्रयुज्यते चेत् अत्र लुट्लकार एव भवति, न तु लिङ्लकारः. भगिनि पर्याप्तविशिष्टसम्भावनार्थे इत्यादि मीनिङ्ग् आफ् अलम् तदेव लिङ्ग् आम् आम् अलम् इत्यस्य तादृशसामर्थ्यार्थक अलं शब्दः पर्याप्तम् इत्यस्मिन् अर्थे अपि अलम् इत्यस्य प्रयोगः भवति खलु. अलं दुर्योधनेन इति वा द्वितीय वा तृतीय वा तत्र उपपदं खलु अलं शब्दयोगे. सो तत्र अलम् इत्यस्य पर्याप्तम् इति अर्थः भवति. तादृशविशिष्टसम्भावनार्थे लिङ्लकारः लिङ्लकारस्य सम्भावना इति अर्थः अस्ति खलु. सम्भावनार्थे एव वयं विधिलिङ्गकारस्य प्रयोगः. परन्तु एतत् केवलं सम्भावनार्थलिङ्गकारः नास्ति, पर्याप्तविशिष्टसम्भावनार्थलिङ्गकारः. सो द लिङ्गकार वित् विशेषणम् आफ् पर्याप्तविशिष्ट. सो पर्याप्तविशिष्ट इति कस्य अर्थः इत्युक्ते अलम् इति शब्दस्य अर्थः सामर्थ्यार्थकः अलम् पर्याप्तार्थः अपि. महोदय, सो मेनि टैम्स् वाट् इस् विशेषण, वाट् इस् विशेष लैक् दट्. सो ओके, सामान्यतया अलं पर्याप्तविशिष्टसम्भावनार्थे लिङ्लकारः भवति, अलं न प्रयुज्यते. अलम् इति अस्ति चेत् लुट्लकारः एव भवति. अलम् इति शब्दस्य प्रयोगः अस्ति चेत् लृट् लकारः एव भवति. सो सम्भावना, द वर्ड् सम्भावना, तस्य अर्थः सपोजिशन् अण्ड् एक्स्पेक्टेशन् इति अर्थः सम्भावना इत्युक्ते इन् द पवर् आर् एबिलिटि आफ् अनदर् टु पर्फार्म् एनी आक्षन्. तत्र सामर्थ्यमपि भवेत्, केवलं सम्भावना, केवलम् एक्स्पेक्टेशन् इति न, परन्तु तत्र सामर्थ्यमपि आवश्यकं वयमपि. सो तत्र अलम् इत्यस्य एतदेव विशेषणं, सम्भावना सामर्थ्यार्थकविशिष्ट अलं शब्दः. सम्भावना मीन्स् द वर्ड् सम्भावना मीन्स् सपोजिशन् अण्ड् एक्स्पेक्टेशन् इन् द पवर् आर् एबिलिटि आफ् अनदर् टु पर्फार्म् एन् आक्षन्. सो यदा वयं दुर्योधनः अलम् इति दुर्योधनम् इति भवति वा, तत्र तृतीया भवति खलु, अलं योगे तृतीया खलु. दुर्योधनेन अलम् इति यदा वदामः तत्र तस्य एतादृश एक्स्पेक्टेशन् इन् द पवर् आर् एबिलिटि इति अस्ति. तत्र अलम् इति विभक्तिद्वये भवति, एकस्मिन् टु अडिक्वेट् पर्याप्तम् इति अर्थे भवति, द्रष्टव्यं मया विस्मृतं तत् तत्र तत्र विभक्तिद्वये भवति, तृतीया तृतीया वा तृतीया पञ्चमी वा, द्रष्टव्यम् एकं अलम् पर्याप्तिः इति एकः अर्थः तत्तु अस्ति. वारणम् इति द्वितीयार्थः अत्र उक्तम्. इनफ, सफिशियन्ट् आर् अडिक्वेट्. डाटिव् इत्युक्ते चतुर्थी खलु. आम् आम् सो चतुर्थ्यालमेषा श्रुतिथस्य तृतीयै अन्यथा न सफिशियन्ट् फार् अडिक्वेट् टु विदौट् आर् गीतासोपानस्य कस्मिन् पुस्तके द्वितीयपुस्तके वा तृतीयपुस्तके प्रायः आसीत् ऐ हव् टु सी नो इदानीं न स्मरामि परन्तु विभक्तिद्वयं भवति अत्र अर्थः अपि किञ्चित् भिन्नः भवति तृतीया भवति वा तृतीया अण्ड् चतुर्थी वा द्वितीया नास्ति वा अहं दृष्ट्वा वदामि चतुर्थी भवति ओ एवं वा अहमपि न स्मरामि तत्र द्रष्टव्यं कुत्रचित् पुस्तके एव भवति सो तत्र अत्र किम् उक्तम् इत्युक्ते सम्भावना अलम् इति चेत् सिद्ध अप्रयोगे इति प्रथमं तत्र विभजनं सिद्ध अप्रयोगे इति तत्र सम्भावनार्थे विशिष्ट सम्भावनार्थे वेन् द एक्स्पेक्टेशन् आफ् अ पर्सन् आर् थिङ्ग् बीङ्ग् एबल् आर् काम्पिटेण्ट् टु डू or suffer the action denoted by the word is verb is implied iti uktam asti supposition or and expectation in the power or ability of another to perform an action iti adequate iti alam ityasya adequate iti artha but that should not be alam with shabdam should not be there पर ओन्लि केवलम् अलं सामर्थ्यार्थक अर्थः एव केवलम् अर्थः एव स्वीकरणीयः अलम् इत्यस्य अर्थः स्वीकरणीयः परन्तु अलम् इति शब्दस्य प्रयोगः न करणीयः सिद्ध अप्रयोगे इति भगिनि अनन्तरं काशिकायां काशिकायां लिङ् इति एव सम्भावनां सम्भावनं क्रियासु योग्यता अध्यवसानं शक्तिश्रद्धानं तदिदानीं अलमर्थेन विशिष्यते तत् चेत् सम्भावनं पर्याप्तम् अवित्तं भवति ओके काशिकायां केवलं लिङ्ग् एव उक्तमस्ति तु लुट्लकारस्य अत्र सम्भावनां क्रियासु योग्यता अध्यवसानं शक्तिश्रद्धानम् अर्थरूपेण अलं स्वीकरणीयम् इति अहं मन्ये तत् इदानीम् अलमर्थेन विशिष्य बिला काशिकायां वदति लिङ्ग् एव इति अत्र अन्यार्थः अलं शब्दस्य दत्तं सम्भावनं क्रियासु योग्यता अध्यवसानं वा शक्तिश्रद्धानाम् इति अर्थे अलं प्रयुज्यते तत् चेत् सम्भावनं पर्याप्तवित्तं भवति अवित्तं भवति अवित्तम् इस् फाल्स् भगिनि अत्र एव उक्तम् अग्रिम अवित्तं नाम सत्यम् अवितथं नाट् अवित्तम् अवितथम् अवितथं सत्यं सत्यम् ओके सिद्धप्रयोगे इति अलमः विशेषणं सिद्धः चेत् अलमः अप्रयोगः क्व च असौ सिद्धः यत्र गम्यते च ते न च असौ प्रयुज्यते यत्र गम्यते च अर्थे अतः न च असौ प्रयुज्यते प्रयोगः न भवति उत्प्रयोगः खलु यत्र गम्यते च अर्थे अर्थः कः सम्भावना अथवा पर्याप्त इति अर्थः अस्ति चेत् तत्र तस्य प्रयोगः न भवति कस्य प्रयोगः अस्माकं कृते अलम् इति पदस्य प्रयोगः न भवति इति वदति अवगतं वा तत्र सम्भावनं क्रियासु योग्यता अध्यवसानं योग्यता तत्र क्रियासु सप्तमी विभक्तिप्रयोगः सम्भावनम् इति यद् तत्र क्रियाप्रयोगः भवति लिङ्लकारस्य प्रयोगः भवति तत्र अर्थः कः योग्यता इति तत्र आरोपितमस्ति अध्यवसानं शक्तिश्रद्धानम् इति अपि तत्र अर्थः यद्यपि वि आर् नाट् यूसिङ्ग् द अलम् इति पदं तदापि तत्र योग्यता अध्यवसानं शक्तिश्रद्धानम् इति अर्थद्वयं भवति इति वदति तद् इदानीम् अलमर्थेन विशिष्यते तद् इति तद् सम्भावना इति अलम् असम्भावना इति अस्ति खलु तद् अलम् इति शब्देन विशिष्यते सो अलम् इति शब्दस्य तत्र विशेषणं किम् इत्युक्ते सम्भावना सम्भावना विशिष्ट अलं शब्दः सो सम्भावना इति तत्र विशेषणम् अस्ति अलमिति तत्र विशेष्यम् अस्ति अलम् इति चतुर्थी एव भगिनि भवती रामः रावणाय समर्थः अथवा शक्तः अथवा अलम् इति अष्टाध्यायी प्रवेशपुस्तकमध्ये अस्ति भगिनि चतुर्थी अण्ड् द्वितीया वा तृतीया तृतीया अण्ड् चतुर्थी तृतीया तृतीया अलं क्रीडया अध्ययनं करोतु तत् तृतीया अलं क्रीडया रामः रावणाय शक्तः सो चतुर्थी इस् समर्थः ओके तृतीया इस् पर्याप्तं चतुर्थी इस् सम्यक् भगिनि सम्यक् इदानीम् अवगमने किञ्चित् सौलभ्यः भवति आं भगिनि अग्रे अत्र क्वच पुनः पठामि कस्य काशिकायां लिङ् इत्येव सम्भावनं क्रियासु योग्यता अध्यवसानं शक्तिश्रद्धानां तत् इदानीम् अलमर्थेन विशिष्यते तत् चेत् सम्भावनं पर्याप्तम् अवितथं भवति सिद्धप्रयोगे इति अलमः विशेषणम् सिद्धः चेत् अलमः अप्रयोगः क्वचासौ सिद्धः यत्र गम्यते च अर्थे न च असौ प्रयुज्यते तत् तदीदृशं सम्भावना उपपादिके अर्थे वर्तमानात् धातोः लिङ् प्रत्ययः भवति सर्वलकारणम् अपवादः क्रियातिपत्तो भूते भविष्यति च नित्यं ऋङ् भवति ओके अध्यवसानं नाम निर्धारितम् अवितथं नाम सत्यम् ओके वितथम् इत्युक्ते असत्यं वितथम् अवितथं मीन्स् सत्यं सत्यम् उपाधिकं नाम अत्यन्तं प्रक्रामम् अधिकम् कुत्र अस्ति भगिनि प्रक्रामम् अपि उपाधिकम् इति पदम् अग्रे आगच्छति तत्र पूर्वमेव अर्थः उक्तः पूर्वमेव सिद्धान्तकौमुद्यम् अलमर्थ ते अत्र प्रौढी प्रौढिः सम्भावनाम् इति अलमिति च प्रथमया सप्तम्या च विपरिणाम्यते परिणम्यते सम्भावने अर्थे लिङ्ग् स्यात् चेत् तत् सम्भावनाम् अलमिति अलमि सिद्धप्रयोगे सति न न भगिनि तत् चलतु न सम्भावनार्थे लिङ् स्यात् स्यात् स्यात् चेत् सम्भावनम् अलमिति अलमि सिद्धप्रयोगे सति प्रौढः नाम अत्र सिद्धता सामर्थ्य पर्याप्तिः अत्र अलं शब्देन अर्थमस्ति सामर्थ्यं पर्याप्ति सिद्धता इति अर्थे प्रयुज्यते अनेकपदमिदं सूत्रम् उताप्योः सामर्थ्ययोर्लिङ् इत्यस्मात् लिङ् अस्ति सनुवृत्तिः लिङ् निमित्ते लुङ् क्रियातिपत्तौ इति सम्पूर्णसूत्रम् अनुवर्तते भूते च अधिकारः धातोः प्रत्यय परस्य इत्यनेन अधिकारः अनुवृत्ति सहितसूत्रम् अलं सिद्धप्रयोगे इति चेत् सम्भावने धातोः लिङ् प्रत्ययः परश्च लिङ् निमित्ते भूते च लुङ् क्रियातिपत्तौ अथवा सिद्ध अप्रयोगे प्रयोगम् अलं सम्भावनम् इति चेत् धातोः लिङ् प्रत्ययः परश्च लिङ् निमित्तौ भूते च लुङ् क्रियातिपत्तौ तत्र सप्तमे अपि उक्तं प्रथमम् अलं सिद्धप्रयोगे इति चेत् सम्भावने धातोः लिङ् प्रत्ययः इति सप्तमी विभक्तिः अथवा सिद्धप्रयोगमलं सम्भावनम् इति प्रथमा विभक्तिः तत्र उक्तं खलु प्रथमया सप्तम्या च विपरिणम्यते इति सो सम्भावना अलम् इति सो तत्र प्रथमा अनुवृत्तिसहितसूत्रं सप्तमी विभक्ति यदा सूत्रे उक्तम् इदानीं विपरिणामं कृत्वा परिवर्तनं कृत्वा प्रथमे प्रथमप्रयोगे अस्ति सो सिद्धप्रयोगम् इस् अलम् इत्यस्य विशेषणम् अस्ति सम्भावनमित्यपि अलम् इत्यस्य विशेषणमेव सो सिद्धप्रयोगम् अलं सम्भावनम् इति चेत् धातोः लिङ् प्रत्ययः परश्च क्रियाधिपत्तौ इति सूत्रं वदति तत्र विशेषणविशेष्यभावः स्फुटतया दृश्यते द्वितीय सिद्धप्रयोगम् अलम् इति प्रथम अनुवृत्तिसहितसूत्रे तादृशं सम्यक् न दृश्यते परन्तु अर्थः समानः तदेव अर्थः परन्तु भिन्नभिन्नरीत्या वयं लेखितुं शक्नुमः तावदेव भगिनि आं प्रायः उषा भगिनी भवती अवगतवती वा पठतु तत्र वर्गत्रयं यापितं महोदयस्य वर्गे अस्य सूत्रस्य कृते वयं केवलम् एकः वर्गः वा पूर्णतया अवगच्छामः एतत् सूत्रमेव पठामि वा अग्रे काशिकायाम् इति पठामि वा न एतदेव पठतु तत्र तद् यद् लिखितं तदेव अग्रे अपि अस्ति पुनः अस्तु सम्भावने अलम् इति चेत् सिद्धप्रयोगे वा सिद्ध अप्रयोगे वा सिद्ध अप्रयोगे सिद्ध अप्रयोगे ओके सिद्ध अप्रयोगे अस्तु पर्याप्त बिकास् देन् अथवा वेर् अनुवृत्तिसहितसूत्रम् अस्ति सिद्धाप्रयोगम् अलं देन् इट् दिन् मेक् सेन्स् ओके पर्याप्तविशिष्टसम्भावनार्थे लिङ्लकारः भवति यदि सामर्थ्यर्थक अलं शब्दस्य अप्रयोगः सिद्धः अस्ति पर्याप्तविशिष्टसम्भावनार्थे लिङ्लकारः भवति यदि सामर्थ्यार्थक अलं शब्दस्य अप्रयोगः सिद्धः अस्ति अर्थात् समर्थवाचिना अलं शब्देन विना एव समर्थायाः प्रतीतिः स्यात् समर्थवाचिना अलं शब्देन विना एव समर्थायाः प्रतीतिः स्यात् समर्थतायाः समर्थतायाः प्रतीतिः स्यात् अलं शब्दस्य प्रयोगेण विना यदि कस्यचित् मनुष्यस्य क्रियासम्बन्धं सामर्थ्यं व्यक्तीक्रियते तर्हि लिङ्लकारस्य एव व्यवहारः भवति सर्वलकाराणाम् अपवादः ओके अलं शब्दस्य प्रयोगेण विना यदि कस्यचित् मनुष्यस्य क्रियासम्बन्धं सामर्थ्यं व्यक्तीक्रियते ओके तर्हि लिङ्लकारस्य एव व्यवहारः भवति सर्वलकाराणाम् अपवादः सो कस्यचित् मनुष्यस्य क्रिया सामर्थ्यं व्यक्तीक्रियते चेत् तर्हि तत्र लिङ् लकारः एव भवति लिङ्लकार देन् सम्भावनार्थे तत्र नास्ति न न अलं शब्दस्य प्रयोगेण विना प्रयोगेण विना सो रामः रावणाय अलम् इफ् ऐ से देट् तत्र लिङ्ग तत्र वयं रामः रावणाय अलम् इति यदा क्रियापदस्य प्रयोगः कर्तुम् इच्छामः अलम् इत्यस्य अनन्तरं तत्र वयं लिङ्गलकारस्य प्रयोगः न कर्तुं शक्नुमः लिङ्गकारस्य प्रयोगः तत्र न भवति किमर्थम् अलम् इति प्रयोगः अस्ति चेत् अलं शब्दस्य प्रयोगः अस्ति चेत् अन्यस्य कस्यचित् लकारस्य व्यवहारः भवेत् अलं शब्दस्य प्रयोगेण विना यदि कश्चित् मनुष्यस्य क्रियासम्बन्धं सामर्थ्यम् इति क्रियते तर्हि लिङ्गकारस्य एव तत्र रामः रावणाय अलम् इत्यस्य स्थाने अन्य किमपि प्रयोगः कुर्मः पर्याप्तम् इति रामः रावणाय हन्येत् इति वा तत्र विभक्तिः किमपि अन्यत् भवति खलु रामः रावणं हन्येत् इत्येव भवति रावणाय इति न भवति रामः रावणाय नास्ति विभक्ति चेञ्ज् विल् हापन् दट् आमां रामः रावणं हन्यात् देन् वितौट् यूसिङ्ग् अलम् इति अर्थस्य अलम् इति अर्थस्य प्रतीः अलं शब्दस्य प्रयोगेण विना यदि कस्यचित् मनुष्यस्य क्रियासम्बन्धं सामर्थ्यं व्यक्तीक्रियते तर्हि लिङ्लकारस्य एव व्यवहारः भवति सर्वलकाराणाम् अपवादः ओके अलं शब्दं नास्ति चेत् ओके अलं शब्दस्य प्रयोगः अस्ति चेत् अन्यस्य कस्यचित् लकारस्य व्यवहारः भवेत् भविष्यति इति रामः रावणाय अलं भविष्यति अस्तु अलम् इति अर्थस्य प्रतीतिः अलम् इति अर्थस्य प्रतीतिः अलं शब्देन विना एव जायमानः यस्मिन् अलम् इति अर्थस्य प्रतीतिः अलं शब्देन विना एव जायमानः यस्मिन् अलं शब्देन विना एव जायमानः यस्मिन् सः सिद्ध अप्रयोगः ओ अस्तु अस्तु सिद्ध अप्रयोगः इत्युक्ते अलम् इति शब्दः द्योतते प्रतीतिः अस्ति अलं शब्देन विना अलं शब्देन विना अलं शब्दस्य अर्थः द्योतते चेत् सः एव सिद्ध अप्रयोगः अस्तु एतत् बहुभिः अन्यपदप्रधानः उक्तः यस्मिन् सः तत् कमान आवश्यकं यस्मिन् सः सिद्धप्रयोग सिद्ध अप्रयोग अप्रयोगः शब्दः काशिकायां लिङ् लिङ् इति एव ओके सम्भावनं क्रियाः तु योग्यता अध्यवसानं शक्तिश्रद्धानम् अस्ति तद् इदानीम् अलम् अर्थेन विशेष्यते अस्ति तत् चेत् सम्भावनं पर्याप्तम् अवितम् भवति तत् चेत् सम्भावनं पर्याप्तम् अवितम् भवति स्थिद्ध अप्रयोगे इति अलमः विशेषणं सिद्ध अप्रयोगे चेत् अलमः विशेषणं सिद्धः चेत् अलमः अप्रयोगः सिद्ध अप्रयोगे इति अलमः विशेषणं सिद्धः चेत् अलमः अप्रयोगः ओ मै गुड्नेस् पुनः तद् वाक्यं पठतु तदा स्पष्टं भवति सम्भावनं क्रियासु सम्भावनं क्रियासु योग्यता अध्यवसानं शक्तिश्रद्धानं सो योग्यता अध्यवसनं पर्याप्तशक्तिश्रद्धानम् अथवा अन्येषां योग्यता अध्यवसानम् इत्युक्ते शक्तिश्रद्धानमेव खलु न योग्य अध्यवसानम् इत्युक्ते निर्धारितं योग्यता निर्धारितं द पर्सन् इस्केपबल् इति योग्यता निर्धारितं रामः रावणाय अलम् इत्युक्ते तत्र रामस्य कृते योग्यता अस्ति खलु योग्यस्य निर्धारणं शक्तिश्रद्धानं शक्तिः अपि वर्तते योग्यता अपि अस्ति केवलं सामर्थ्यम् इति न शक्तिः अपि अस्ति हि इस् केपबल् आफ् डूयिङ्ग् दट् आल्सो सो अर्थद्वयं योग्यता अपि अस्ति शक्तिः अपि अस्ति सो अयोग्यता अध्यवसानं शक्तिश्रद्धानं सम्भावना क्रियासु यत् सम्भावनम् इति क्रियासु वर्तते तस्य अर्थः कः योग्यता अध्यवसानं शक्तिश्रद्धानं तद् तत् इदानीम् अलम् अर्थेन विशिष्यते तद् तद् सम्भावनम् सम्भावनम् सम्भावनम् इति अलम् अर्थेन विशिष्यते अस्तु तत् चेत् सम्भावनं पर्याप्तम् अवितं भवति सम्भावनं पर्याप्तम् अवितं भवति पर्याप्तम् इति अलम् अर्थेन सम्भावनं पर्याप्तम् अवितं भवेत् अवितं भवेत् ततं नास्ति इति वा अवितम् इत्युक्ते सत्यं पर्याप्तम् इति सत्यं भवति पूर्वं भवति अपि अलमर्थेन विशिष्यते सम्भावना यदा अलमर्थेन विशिष्यते तादृशी सम्भावना पर्याप्तम् इति सत्यं भवति So, they are just going around the bush. Saying the same thing in different ways. Satyam. Siddha aprayogaha iti alamaha visheshanam. Siddha aprayogaha iti o. Sutra siddha aprayogaha iti alamaha visheshanam. So, I think alam is sambhavana ityasya visheshanam. Idanim alamartena visheshyate kalu. विशेष्यते सो सम्भावना अलम् इति सम्भावनायाः विशेषणं सिद्ध अप्रयोगः इति अलमः विशेषणम् अलमः विशेषणं कीदृश अलमः सिद्ध अप्रयोगः चिन्ताप्रयोगः अलम् इति सम्भावनस्य विशेषणम् इति तद् इदानीम् अलमर्थेन विशिष्यते विशेष्यते इति उक्तं खलु विशेष्यते सो सम्भावना इति विशेषः अलमर्थेन तद् विशेष्यते सम्भावनम् अलमर्थेन विशेष्यते अलम् अलम् इति प्रत्येक सम्भावनं पर्याप्तं सिद्धाप्रयोगेन सिद्धाप्रयोगः अलम् अलमः विशेषः अलमिति शब्दस्य विशेषणम् सत्यम् सिद्धः चेत् सिद्धः चेत् अलमः अप्रयोगः सिद्ध अप्रयोगे इति अलमः विशेषणम् ओके देन् सिद्धः चेत् अलमः अप्रयोगः ओ अस्तु सिद्ध अप्रयोगे इत्येव अलमस्य विशेषणम् सिद्धः अस्ति चेत् अलमः अप्रयोगः ओके क्व च असौ सिद्धः विरुद्धासौ सिद्धः यत्र गम्यते च अर्थे न च असौ प्रयुज्यते असौ इति प्रथमाविभक्ति अवश्यं खलु वेरिस्टस् क्व च असौ सिद्धः चेत् अलमः अप्रयोगः सिद्धः चेत् अलमः अप्रयोगः सिद्ध अप्रयोगः एव अलमस्य विशेषणं सो सिद्धः अस्ति चेत् अलम् नास्ति इति अलमः अप्रयोगः क्व च असौ सिद्धः असौ यत्र गम्यते च अर्थे न च असौ प्रयुज्यते सौकः असौ इति असौकः असौकः क्व च असौ सिद्धः अलम् अलं खलु क्व च असौ सिद्धः सिद्धः इति पदस्य कः अर्थः इति पृच्छति यत्र गम्यते च अर्थौ च अर्थः न च असौ प्रयुज्यते गम्यते च अर्थः कः तद् एतद् वयं दृष्टं खलु पर्याप्तविशिष्टसम्भावना इति अर्थः तादृश अर्थः यत्र गम्यमाने सति तत्र असौ न प्रयुज्यते असौ कः इत्युक्ते अलम् अलम् अस्तु गम्यते च अर्थे न दट् सेम् थिङ्ग् वि डिड् बिफोर् रैट् अलं शब्दस्य प्रयोगेन विना इति कस्यचित् मनुष्यस्य क्रियासम्बन्धं सामर्थ्यं तद् विवरणं तद् विवरणम् एतत् काशिकायाम् अस्ति काशिकायां इव दत्तं दे दो सेण्टेन्सेस् आर् मोर् रीडबल् तद् महोदयेन लिखितम् तद् उपरि यदस्ति तद् महोदयेन लिखितं कोट्स् मध्ये यदस्ति तद् काशिकायाम् अस्ति अत्र सिद्धान्तकौमुद्यामपि आगच्छति समानरीत्या काशिकायां दत्तं वेरि ग्रामटिकल् बट् महोदय सरलवाक्येन यत्र गम्यते च अर्थे च अर्थः न च असौ प्रयुज्यते तद् ईदृशसम्भावना उपाधिके अर्थे मम एव इण्टर्नेट् समस्या वा ओ अग्रिं श्रूयते वा भगिनि भगिनि श्रूयते वा अरुणा भगिनि ओके क्व च असौ सिद्धः यत्र गम्यते च अर्थे न च असौ प्रयुज्यते अस्तु तद् ईदृशसम्भावना उपाधिके अर्थे वर्तमानात् धातोः लिङ्क् प्रत्ययः भवति सर्वलकाराणाम् अपवादः क्रियाधिपत्तौ भूते भविष्यति च नित्यं लृङ् भवति क्रियाधिपत्तौ ओके भूते भविष्यति च नित्यं लृङ् भवति तत्रैव उपाधिका इति शब्दस्य प्रयोगः अरुणा भगिन्या पृष्टं खलु उपाधिका इति कुत्र अस्ति अत्रैव अस्ति तद् ईदृशसम्भावनोपाधिके अर्थे वर्तमानात् धातोः लिङ् प्रत्ययः भवति अत्यन्तं प्रकामम् अधिकम् इति अर्थः उपाधिकः इति कीदृशसम्भावना इत्युक्ते सामान्यसम्भावना नास्ति अत्यधिकं बहु विशिष्टसम्भावना फार् संथिङ्ग् टु हेपन् तादृशेषु तत्र वर्तमानात् धातोः लिङ् प्रत्ययः भवति यदा वयं वृष्टिः भवति इति भवेत् इति सम्भावना कुर्मः तद् सामान्यं तादृशं नास्ति बहु अधिकं यदा भवति तत्र एतेन सूत्रेण लिङ्लकारः विधीयते ईदृशसम्भावना उपाधिके अर्थे वर्तमाना धातोः लिङ् प्रत्ययः भवति सर्वलकाराणाम् अपवादः क्रियादिपत्तौ भूते भविष्यति च नित्यं लिङ् भवति सो भाषिकायां यद्दत्तं द फिनिश् आं तत्र कोट्स् क्लोस्ड् अस्तु अनेनैव क्रियाधिपत्तौ भूते भविष्यति च नेत्रलिङ्ग् भवति कोर्ट्स् क्लोस्ड् अद्यावसन अद्यवसानं नाम अद्यवसानं नाम निर्धारितम् अवितम् अवितम् नाम सत्यं अद्यवसानं नाम निर्धारितम् अवितम् नाम सत्यम् ओके विततम् इत्युक्ते असत्यम् अवितम् अवितम् कथम् कथम् इत्युक्ते यावत् इति चिन्तनम् सो विततम् इत्युक्ते असत्यम् ओ अस्तु अवितम् ओके उपाधिकं नाम अत्यन्तम् उपाधिकं नाम अत्यन्तम् आम् अत्यन्तं प्रथमम् अधिकम् उपाधि ओके उपाधिकं नाम अत्यन्तं प्रकामम् अधिकम् सिद्धान्तकौमुद्याम् अलम् अर्थः अत्र प्रौढिः अलम् अर्थः सिद्धान्तकौमुद्याम् अस्ति अल् ओके नौ सिद्धान्तकौमुद्यते अलम् अर्थः अत्र प्रौढिः सर्व सम्भावान् क्षम्यता सम्भावनम् इति अलम् इति च प्रथमया च विपरिणम्यते सम्भावने अतिवेद अनुभूतिसहिते अलं सिद्धप्रयोगे सिद्धप्रयोगम् ओके सिद्धान्तकौमुद्याम् अलम् अर्थे अत्रौढिः सम्भावनम् सम्भावनम् इति अलम् इति च प्रथमया सप्तम्या च विपरिणम्यते सम्भावने अर्थे लिङ् स्यात् लिङ् स्यात् तत् चेत् सम्भावनम् अलम् इति अलमि सिद्ध सिद्ध अप्रयोगे सति सम्भावनार्थे लिङ् स्यात् तत् चेत् सम्भावनम् अलमिति अलम् अलम् इति अपि च अलमि सिद्ध अप्रयोगे सति प्रौढी प्रौढिः नाम अर्थसिद्धता सामर्थ्यं सिद्धता सामर्थ्यं प्रौढिः नाम अर्थसिद्धता सामर्थ्यम् अपि च पर्याप्तिः न प्रयोगः अप्रयोगः नै तत्पुरुषः सिद्ध सिद्ध अप्रयोगः यस्य च यस्य सः सिद्ध अप्रयोगे सिद्ध अप्रयोगः तस्मिन् सिद्ध प्रयोगे बहुव्रीहिः सिद्ध सिद्धः अप्रयोगः यस्य सः सिद्ध अप्रयोगः तस्मिन् सिद्ध अप्रयोगे बहुव्रीहिः सम्भावने शतम्यतम् अलम् अव्ययम् इति अव्ययम् चेत् अव्ययम् सिद्ध अप्रयोगे सप्तम्यन्तम् अनेकपदमिदं सूत्रम् उताप्योः समर्थयोः लिङ् इत्यस्मात् लिङ् इत्यस्य अनुवृत्तिः लिङ् निमित्ते लृङ् क्रियाधिपत्तौ इति सम्पूर्णसूत्रम् अनुवर्तते अनुवर्तते अस्तु लिङ् निमित्ते लृङ् क्रियाधिपत्तौ भूते च इत्यस्य अधिकारः धातोः तेन परश्च येषाम् अधिकारः अनुवृत्तिसहितसूत्रम् अलं सिद्धप्रयोगे इति चेत् अलं सिद्ध अप्रयोगे इति चेत् सम्भावने धातोः लिङ् प्रत्ययः परश्च लिङ् निमित्ते भूते च लृङ् क्रियाधिपत्तौ अथवा सिद्ध अप्रयोगम् अलं सम्भावनम् इति चेत् धातोः लिङ् प्रत्ययः परश्च लिङ् निमित्ते भूते च लृङ् क्रियाधिपत्तौ तृतीयं किञ्चित् स्पष्टमस्ति प्रथमं यु आर् नाट् एबल् टु सी द तत्र विशेषणविशेष्यभावः द्वितीयं तत्र विशेषणविशेष्यभावः भावः सम्यक् दृश्यते सिद्धप्रयोगम् इति अलम् इत्यस्य विशेषणम् अलम् इति सम्भावनम् इत्यस्य विशेषणम् तद् तत्र द्वितीय अनुवृत्तिसहितसूत्रे यद् विपरिणामं कृत्वा अस्ति खलु तत्र एव दृश्यते प्रथममपि सम्यक् एव सिद्ध अप्रयोगम् इति अलमस्य विशेषः खलु आम् सिद्धप्रयोगम् इति अलम् इत्यस्य विशेषणम् अलमी विशेषणम् सम्भावन अलम् इति सम्भावनम् इत्यस्य विशेषणम् प्रथमवाक्यम् अपि सम्यक् एव अलं सिद्ध अप्रयोगे इति चेत् सम्भावने धातोः सम्भावनार्थे धातोः लिङ् प्रत्ययः परश्च लिङ् निमित्ते भूते स सम्यक् एव तत्र सप्तमी प्रयोगः यदा सूत्रे अत्र तु द्वितीय क्षम्यतां प्रथम सिद्ध अप्रयोग अप्रयोगः एव सिद्ध अप्रयोगः सिद्धः इत्युक्ते यत्र अर्थः तद् अर्थः गम्यमानः अस्ति चेत् अर्थः इति अलम् अलं शब्दस्य अर्थः सम्भावना इति यत् अर्थः किम् किम् उक्तम् अत्र आम् सम्भावना इत्येव खलु But again, there is confusion when you see the ding, whether it is sambhavanartha or normal vidling, sambhavanartha yashtiva iti, like kadasit, yari iti yashti, then sambhavanartha dhyotyati. Pantu kadachitar yari arava tina asti cheta, अलम् इति अलम् इति शब्दः अस्ति चेत् अपि देन् यु डोण्ट् नो वेदर् इट् इस् सिद्ध अप्रयोगम् अथवा सत्यं किञ्चित् किञ्चित् तत्र अलं प्रयोगं विना यद् वाक्यम् अस्ति तत्र सम्भावना अण्ड् सामर्थ्यं द्वयमपि यदा अस्ति चेत् तत्र वयं लिङ्लकारस्य प्रयोगः कुर्मः परन्तु अलं शब्दस्य योगे अपि तत्र वाक्यं भवति परन्तु लिङ्गप्रयोगः न भवति तदेव वदति लिङ्गः प्रयोगः न भवति अन्यलकाराणां प्रयोगः कर्तुं शक्यते सो रामः रावणाय अलं भविष्यति इत्येव वक्तव्यं न तु भवेत् सो अलं भवेत् इति न वि केन् यूस् डैरेक्ट्लि रामः रावणाय किं किमपि अन्यत् अपि रामः रावणाय भवेत् वा किमपि तादृशं कम्प्लीट् द सेण्टेन्स् हन्येत् परन्तु यु काण्ट् यूस् चतुर्थी द रावणाय इति न भवति वा तत्र तत्रापि विभक्ति परिणामं भवति यदा अत्र पश्यामः तदग्रे प्रायः भवति आम् अस्तु आम् तत्र वाक्यप्रयोगः द्रष्टव्यम् अस्तु अरुणा भगिनी भवती एव पुनः आम् धन्यवादः भगिनि काशिकायां निर्दर्शनं अपि वर्ततं शिरसा बिन्ध्यात् प्रायसः शिरसा पर्वतस्य भञ्जनं कुर्यात् पर्वतं भग्नम् एतादृशं कुर्यात् एक उदाहरणम् अपि द्रोणपाकं भुञ्जीत भवान् प्रायशः एकस्य द्रोणस्य 10 kg भोजनं खादेत् द्वयोः व्याख्ययोः एकस्य मनुष्यस्य महतः सामर्थ्यस्य सङ्केतः दीयते कठिनकार्यस्य सम्भावनाय काशिकायां सम्भावने अलम् इति चेत् प्रयोगे उदाहरणं दत्तम् अपि पर्वतं शिरसा बिन्ध्यात् अत्र एक पुरुषः शिरसा पर्वतस्य भग्नं कुर्वान् इति अर्थः अतः करोति इति अर्थः प्रायशः डिफिकल्ट् प्रायशः शिरसा पर्वतस्य भञ्जनं कुर्यात् पर्वतं भग्नम् एतादृशं कुर्यात् अत्र अलं शब्दं नास्ति परन्तु अलं शब्दस्य स्थाने अपि इति शब्दस्य प्रयोगः तत्र सामर्थ्यार्थे अलं शब्दवत् अपि इति शब्दस्य प्रयोगः अलम् इति शब्दः अस्ति चेत् तत्र लिङ्लकारः न भवति सो अपि पर्वतं शिरसा बिन्ध्यात् बिन्ध्यात् इति लिङ्लकारः सो तस्य एव अर्थः महोदयेन योजितं प्रायशः इत्युक्ते सम्भावना यद्यपि तत् सम्भावना निश्चयं सम्भावना प्रायशः शिरसा पर्वतस्य भञ्जनं कुर्यात् सः कर्तुं शक्यते इति अर्थः भग्नम् एतादृशं कुर्यात् इत्यपि लिङ्लकारः तस्य सामर्थ्यं वदति पुरुषस्य सामर्थ्यम् अनेन सामर्थ्यं प्रदर्शयति अपि द्रोणपाकं भुञ्जीत अत्रापि अपि शब्दं कृत्वा सामर्थ्यम् इति अहं मन्ये भवान् प्रायशः एकस्य द्रोणस्य भोजनं खादेत् अत्रापि तद्मच् एकपुरुषः द्रोणस्य भोजनं खादति इति difficult to understand parantu atadartham द्वयोः वाक्ययोः एकस्य मनुष्यस्य महतः सामर्थ्यं सङ्केतः दीयते कठिनकार्यस्य सम्भावनाय ओके अवगतं भगिनि तदेव तद् वाक्य तद् एकम् उक्तं खलु किम् औपाधिकम् अत्यन्तं प्राक्रमं प्रकामम् अधिकम् इति सो तादृशसम्भावना सामान्यसम्भावना न यद् बहु कठिनं भवति तादृशसम्भावनया तत्र लिङ्लकारः विधीयते सो प्रायः मे बि वि हेव् टु सी तत्र यदा तादृशसम्भाव वृष्टिः भवेत् इति प्रयोगः अस्ति खलु तत्र तद् अधिकं किमपि नास्ति सामान्यमेव अस्ति खलु तत्र लिङ्लकारप्रयोगः सामान्यतया भवति परन्तु अत्र यत्र अलमर्थे अस्ति तत्र लिङ्लकारः एव केवलं लिङ्लकारः इति वदति, न तु अन्यलकाराः. समीचीनम्. अस्तु, उषा भगिनी भवति एव पुनः. काशिकायां निदर्शनं तद् अवगतं काशिकायाम् अग्रे दर्शार्थत्वेन उच्यते अलम् इति किम्? विदेशस्थायी देवदत्तः प्रायेण आगमिष्यति ग्रामम्. विदेशस्थायी देवदत्तः प्रायेण आगमिष्यति ग्रामम्. देवदत्तः यः विदेशे निवसति प्रायशः स्वदेशं प्रत्यागमिष्यति. अत्र यद्यपि अपेक्षा अभिव्यक्ता अस्ति यत् देवदत्तः स्वदेशं प्रत्यागमिष्यति, तथापि अलम् मध्ये सामर्थ्यम् अथवा शक्तिः इति विषयः एव नास्ति, अतः विधिलिङ्लकारः न विधीयते. देवदत्तः देवदत्तः प्रायेण आगमिष्यति ग्रामम्. ओके, विधिलकारः न विधीयते, अपि तु लकारः एव न भविष्य. ओके, ग्रामम् आगमिष्यति नाम केवलं सम्भावना पर्याप्तं नास्ति, तादृशी सम्भावना अपेक्षिता अस्ति यस्मिन् सामर्थ्यमपि अन्तर्भूतम्. इत्युक्ते सम्भावना अस्ति यतोहि तस्मिन् मनुष्ये तादृशं पर्याप्तपरिमाणेन सामर्थ्यं वर्तते. कीदृशं सम्भावनम्? अलं सम्भावनं. तादृशं सम्भावनं यस्मिन् सामर्थ्यम् अन्तर्भूतम्. पुनरेकवारं काशिकायाम् अग्रे धनसार्थत्वेन उच्यते अलम् इति किम्? ओके, सो काशिकायां दत्तम् उदाहरणमपि विदेशस्थायी देवदत्तः प्रायेण आगमिष्यति ग्रामम्. सो विदेशस्थायी देवदत्तः प्रायेण आगमिष्यति ग्रामं सम्भावना अर्थ अस्ति वा नास्ति वा इति इदानीं मम लिङ्लकारः दृश्यते. लिङ्लकारः एव अस्ति चेत् किमर्थं केवलं लृट् इति प्रश्नः अत्र, किमर्थं तत्र लिङ्ग् नास्ति? सूत्रं अलमिति चेत् अन्यप्रयो अन्यलकारः खलु अलम् ऐ गाट् कन्फ्यूस्. ओके, अगेन् पुनरेकवारं पठामि. अलमिति किं? विदेशस्थायि देवदत्तः प्रायेण आगमिष्यति ग्रामम्. देवदत्तः यः विदेशे निवसति प्रायशः स्वदेशं प्रत्यागमिष्यति. सो प्रायशः स्वदेशम् अत्र सम्भावना अस्ति वा? अस्ति खलु. मे बि हि हेस् रिटर्न्ड्, सः आगच्छति इति तत्र प्रायशः आगच्छति. प्रत्यागमिष्यति, हि इस् मे बि हि रिटर्न् बेक्, प्रायशः जनरलि हि कम्स् बेक्. प्रायशः इत्युक्ते पासिबिलिटि एव, सम्भावना एव. प्रायः प्रायशः इत्युक्ते पासिबिलिटि, भवितुमपि अर्हति न भवितुमपि अर्हति, तदेव सम्भावना खलु. सम्भावना इत्युक्ते पासिबिलिटि एव खलु. Sambhavana is possibility. Prayashaka generally we say like generally, right? Prayashaka is just a possibility. Prayaha etat sutram bhavati ityukte possible. In some cases it may not happen ityapi. Oh, okay. Yeah, generally I thought, but then the other things also, okay. It may not happen also, okay. न अवगतम्. एतत् आल्सो इस् इन्क्लूडेड् इस् वाट् यु आर् सेयिङ्ग्. अस्तु, देवदत्त प्रायः इत्यस्य अर्थः वदति वा जनरलि प्रायः इति अर्थः जनरल् जनरलि प्रायः न प्रायः इत्यस्य अत्र भवति अथवा न इति अर्थे भवति प्रायः प्रायः इति वदामः खलु इत्युक्ते इट् डजन्ट् अप्लै इन् आल् केसस् इति अर्थः सो इट् अप्लैस् इन् मोस्ट् केसस् मोस्ट् इति न वक्तुं शक्यते दट्स् वै व्याकरणे सर्वदा प्रायः प्रायः इति वदति प्रायः इत्युक्ते देर् आर् आल्वेस् एक्सेप्षन्स् इति सो इट् इस् नाट् जनरल् इट् इस् लैक् इट् अप्लैस् बट् देर् मे बि कण्डिशन्स् वेर् इट् विल् नाट् अप्लै आल्सो देवदत्तः यः विदेशे निवसति प्रायशः स्वदेशं प्रत्यागमिष्यति अत्र यद्यपि अपेक्षा अभिव्यक्ता अस्ति तथापि अलमर्थे सामर्थ्यम् अथवा शक्तिः इति विषयः एव नास्ति अतः विधिलिङ्गकारः न विधीयते अपि तु लृट्टकारः एव विधीयते नाम केवलं सम्भावना पर्याप्तं नास्ति तादृशी सम्भावना अपेक्षिता अस्ति यस्मिन् सामर्थ्यमपि अन्तर्भूतम् इत्युक्ते सम्भावना अस्ति यतोहि तस्मिन् मनुष्ये तादृशं पर्याप्तपरिमाणेन सामर्थ्यं वर्तते कीदृशं सम्भावनम् अलं सम्भावनम् सो देवदत्तः तस्मिन् सम्भावनं नास्ति इत्यनेन विधिलिङ्गकारः न दीयते इति वा न सो तत्र केवलं तत्र तत्र किमपि सामर्थ्यं न आवश्यकं खलु कम् बेक् सम्भावना अस्ति परन्तु सामर्थ्यं नास्ति सामर्थ्यं वा शक्तिः वा टु कम् बेक् टु युवर् स्टेट् तत्र किमर्थं तात् एतत् सर्वम् आवश्यकं सो पर्वतं शिरसा बिन्ध्यात् इति वदति चेत् देर् इस् रिक्वयर्ड् सम् एफर्ट् सम्भावना अपि अस्ति सामर्थ्यमपि अस्ति परन्तु यदा तद् विदेशात् प्रत्यागमिष्यति इति वक्तुं तत्र सम्भावना अस्ति परन्तु सामर्थ्यं किमपि न आवश्यकं खलु सो तत्र विधिलिङ्गकारः न विधीयते शक्तिः वा यदा वयम् अत्र किं दश किलो किमपि खादितवान् खलु भोजनं खादित तत्र सामर्थ्यमपि आवश्यकं खलु केवलं सम्भावना इति न सामर्थ्यमपि आवश्यकं सर्वेषां एतादृशसामर्थ्यं नास्ति खलु सो तादृशम् इट् इस् नाट् एक्स्क्लूसिव् टु तत्र यदा प्रत्यागमनं सो तत्र विधिलिङ्गकारः न भवति सो तत्र आप्ते मध्ये आप्ते संस्कृत इङ्ग्लिश् मध्ये प्रायः इत्यस्य लार्जेस्ट् पोर्शन् मेजारिटि प्लूरालिटि मेजारिटि आफ् केसस् इति सो मेजारिटि आफ् केसस् एतद् भवति परन्तु अपवादाः देर् आर् एक्सेप्शन्स् सो अत्रापि प्रायशः स्वदेशं प्रत्यागमिष्यति इत्युक्ते आगच्छति परन्तु तत्र विशिष्टसामर्थ्यं किमपि न आवश्यकम् अग्रे पठामि भगिनि अग्रे गत्वा काशिकायां सिद्ध अप्रयोगः इति शब्दस्य दलसार्थक्यप्रसङ्गे काशिकायां सिद्ध अप्रयोगः इति शब्दस्य दलसार्थक्यप्रसङ्गे सिद्ध अप्रयोगः इति किम् अलं देवदत्तः हस्तिनम् अनिष्यति अलं सिद्ध अप्रयोगः इति किम् इति चेत् अलं देवदत्तः हस्तिनं निश्यति हस्तिनम् ओके हनिष्यति देव हि विल् क्लियर् एलिफेण्ट् ओके देवदत्ते तादृशी शक्तिः अस्ति येन हस्तिनः मारणं करिष्यति अत्र यद्यपि सामर्थ्यस्य च शक्तेः च विषयः अस्ति किन्तु यतोहि अलं शब्दः साक्षात् व्यवहारे अस्ति अतः सम्भावने अलम् इति चेत् सिद्धाप्रयोगे इत्यनेन लिङ्ग् निमित्तं नास्ति लिङ्गः निमित्तं नास्ति लिङ्गः निमित्तं नास्ति सो देवदत्तः हस्तिनां हनिष्यति ओके सो लिङ्गप्रयोगः नास्ति लिङ्ग् निमित्तं नास्ति यद्यपि शक्तिः अस्ति अलं शब्दः साक्षात् व्यवहारे अस्ति अतः लिङ्ग् निमित्तं नास्ति इति ओके तत्र लिङ्प्रयोगः न भवति तत्र तु सामर्थ्यम् अस्ति खलु हस्तिनं हनिष्यति सामान्यतया सर्वेषां कृते तद् साध्यं नास्ति खलु परन्तु तदापि तत्र लिङ्प्रयोगः न भवति किमर्थम् इत्युक्ते अलम् इति शब्दस्य प्रयोगः सो इप तत्र अपि देवदत्त हस्ति हस्तिनं हन्येत् वा हन्यत वा खलु हन्यात् वा तत्र प्रयोगः भवति विधिलिङ्गकारस्य हन् धातुः खलु ओके परस्मैपदिनः एव खलु अस्तु हन्यात् हन्यात् हन्याता मन्युः हन्यात् इति प्रयोगः भवति सम्यक् समीचीनम् अस्तु अरुणा भगिनी अनुवर्तयति वा भगिनि क्रियातिपत्तौ भूते भविष्यति च नित्यं लृङ् भवति यतोहि उताप्योः सामर्थ्ययोर्लिङ् लिङ् इत्यस्मात् अनन्तरम् अस्ति अतः यत्र सम्भावने अलमिति चेत् सिद्धप्रय अप्रयोगे इत्यस्य निमित्तानि उपस्थितानि किन्तु क्रिया न घटिता तत्र भूते भविष्यति उभयत्र लुङ् नित्यम् अस्ति ओके ओके अत्र सूत्रं क्रियातिपत्तौ भूते भविष्यति च नित्यं लुङ् भवति ओके वै जानीमः भूते च सूत्रेण क्रियातिपत्ति अस्ति चेत् लिङ् लृङ्लकारं भवितुं भवति अत्र नित्यं भवति किमर्थम् इति चेत् उताप्योः सामर्थ्ययोर्लिङ् इति सूत्रं पदसूत्रमस्ति उत्तर तद् अनन्तरम् आगच्छति अतः सम्भावने अलम् इति चेत् सिद्धप्रयोगे सूत्रेण निमित्तानि उपस्थितानि अत्र क्रिया न अभवत् घटिता न घटिता तत्र भूते भविष्यत्यपि उभयोः लुङ् नित्यं भवति क्रियातिपत्तौ एव क्रिया न घटिता इत्युक्ते क्रियातिपत्तौ क्रियातिपत्तौ तत्र नित्यं भवति इति वदति तदेव यदा अग्रे पूर्वं दृष्टं खलु तत्र नित्यं भवति अग्रे भगिनि सिद्धान्तकौमुद्यां निदर्शनम् अपि गिरिं शिरसा विन्ध्यात् प्रायशः शिरसा पर्वतस्य भञ्जनं कुर्यात् कमपि बलवन्तं पुरुषं प्रति एषा अत्युक्तिः उच्चारितः उच्चारिता. पर्वतस्य भञ्जनस्य सामर्थ्यं व्यक्तीक्रियते अत्र. गिरिभेदनस्य सम्भावनायाः सामर्थ्यस्य हेतोः द्योतकः अपि शब्दः. अलम् इति अर्थः अस्ति चेत् किन्तु अलं शब्दस्य साक्षात् व्यवहारे नास्ति, अतः अलं शब्दस्य अर्थः सिद्धः किन्तु प्रयोगः नास्ति. अलं सिद्धप्रयोगः अस्ति. अत्र लिङ्निमित्तं विद्यमानम् अस्ति, अतः सम्भावने अलमिति चेत् सिद्धप्रयोगितेन भिन्द् धातुतो लिङ्नकारेण विन्ध्यात् इति रूपं जायते. ओके, सिद्धान्तकौन्त उदाहरणं दत्तम् अपि गिरिं शिरसा विन्ध्यात्. अत्र एकः पुरुषः गिरिं शिरसा चिन्तयति, विञ्जति. वयसः शिरसा पर्वतस्य भञ्जनं कुर्यात्. कोऽपि बलवान् कमपि बलवान् बलवन्तं पुरुषः पुरुषं प्रति एषा इत्युक्तिः उच्चारिता. अत्र सामर्थ्यं सूचयति पुरुषस्य. पर्वतस्य भञ्जनस्य सामर्थ्यं व्यक्तीक्रियते अत्र. अत्र गिरिभेदनस्य सम्भावनायाः सामर्थ्यस्य हेतोः द्योतकः अपि शब्दः. पदं पूर्वमपि वाक्ये अपि तत्रापि इति अलम् इति अर्थे अस्ति. अत्र अलम् इति शब्दस्य साक्षात् नास्ति, अतः निमित्तं पूरयति अलं शब्द अप्राप्त्य. सामर्थ्यात्मकः शब्दः अस्ति चेत् लिङ्निमित्तम् अस्ति चेत् सम्भावने अलमिति चेत् सिद्धप्रयोगे लिङ्लकारः प्रयुज्यते. अत्र बिन्ध्यात् इति लिङ्लकार विधिलिङ्गरूपम् अस्ति. सत्यं बिनत्ति इति लट्लकारः उभयपदि धातुः, अत्र तु बिन्ध्यात् इति परस्मैपदि लिङ्लकारप्रयोगः. बिन्ध्यात् इत्युक्ते तत्र किं भवति लिङ्ग् खलु बिन्द्यात् बिन्दीत आत्मनेपदी बिन्दीत अथवा बिन्द्यात् इति तत्र रूपं. सो गिरि तत्र सम्भावना सामर्थ्यं द्वयमपि अस्ति इति कारणेन तस्य द्योतकशब्दः एव उपि इति शब्दः, अतः तत्र लिङ्लकारः भवति. अलं प्रयोगः अपि नास्ति, अपि एव तस्य स्थाने प्रयुक्तमस्ति इति कृत्वा तत्र बिन्द्यात् इति प्रयोगः इति उक्तम् तावदेव. तदेव पूर्वं यद् दृष्टं तदेव पुनः अन्य उदाहरणं दत्तवान्. आं सत्यं सत्यम् आम्. उषा भगिनी तद् अन्तिमपरिच्छेदः तत् पठतु, अनन्तरं समापयामः. प्रयोगे अत्र सिद्धकौमुद्यां घटसार्थक्यं क्रियते. यदि सिद्ध अप्रयोगे न अविष्यत् तर्हि अलं कृष्णः हस्तिनं हनिष्यति. सिद्ध अप्रयोगे न भविष्यति तर्हि अलम् अस्ति, अलं कृष्णः हस्तिनं हनिष्यति. प्रायशः श्रीकृष्णः सहजतया हस्तिनः मारणं करिष्यति. तर्हि अलं कृष्णः हस्तिनं हनिष्यति इति वाक्ये अपि विधिलिङ्गकारः अभविष्यत्. विधिलिङ्गकारः अभविष्यत् यत् अनभीष्टम् अस्ति यतोहि अत्र साक्षात् अलं शब्दस्य प्रयोगेण सामर्थ्यपरिपूर्णसम्भावना इति अर्थः आगच्छति. अतः सिद्ध अप्रयोगः नास्ति, अपि तु सिद्धप्रयोगः एव भगिनि सिद्धप्रयोगे किम् अत्र सिद्धान्तकौमुद्यां दडसार्थकं सेण्टेन्स् इस् ईसि भगिनि स्टिल् द एक्स्प्लेनेशन् यदि सिद्ध अप्रयोगे न भविष्यत् सिद्ध अप्रयोगः न भविष्यत् तर्हि अलं कृष्णः हस्तिनं हनिष्यति ओके हनिष्यति अत्र लृट्लकारः लृट्लकारः लृट्लकारः इति वाक्ये अपि दिलिङ्ग्लकारः अभविष्यत् ओके यत् अनभीष्टम् अस्ति यत् अनभीष्टं न अभीष्टं न इष्टम् इति न अभीष्टम् अस्ति यतोहि अत्र साक्षात् अलं शब्दस्य प्रयोगेण सामर्थ्यपरिपूर्ण सम्भावना इति अर्थः आगच्छति सामर्थ्यपरिपूर्णसम्भावना सामर्थ्यम् अस्ति सामर्थ्यपरिपूर्णसम्भावना परिपूर्णसम्भावना इत्युक्ते न इष्टम् इति न सम्भावना इति लिङ्ग्लकारः एव खलु सो इफ् तत्र सिद्ध अप्रयोगः नास्ति चेत् अलं कृष्ण हस्तिनं विधिलिङ्ग्लकारप्रयोगः यथा भवति चेत् सामर्थ्यपरिपूर्णसम्भावना इति अर्थः आगच्छति अलं शब्दस्य परन्तु अत्र नास्ति इत्यनेन हनिष्यति इति दत्तम् न तत्र किं वदति इत्युक्ते सपोस् तत्र अलम् इति शब्दस्य प्रयोगः अस्ति विधिलिङ्ग्लकारः अपि प्रयुज्यते हनिष्यति इत्यस्य स्थाने वयं विधिलिङ्ग्लकारस्य प्रयोगः अपि हन्यात् इति प्रयोगं कुर्मः चेत् अलम् इति शब्दस्य सामर्थ्यपरिपूर्णसम्भावना इति अर्थः आगच्छति सो तत्र यदा सिद्ध अप्रयोगे इत्यस्य स्थाने सिद्धप्रयोगः इति इति अर्थः भवति तद् न इष्यते अस्माभिः न इष्यते सो अलं कृष्णः हस्तिनम् अनिष्यति एव सिद्धावदयोगः इति ओके अस्तु सिद्धप्रयोगः इति चेत् देन् अलं कृष्णः हस्तिनं हन्यः इति साधु तत्र अलम् इत्यस्य सामर्थ्यपरिपूर्णसम्भावना इति अर्थः अपि आगच्छति सिद्धप्रयोगः अपि भवति परन्तु तत्तु वयम् अस्माकम् इच्छा नास्ति अतः तत्र हनिष्यति इत्येव भवति अतः तद् एतादृशमेव सा कृष्णस्य तु सामर्थ्यमपि अस्ति खलु अस्ति सम्भावना न आवश्यकं तस्य कृते सामर्थ्यमस्ति सो हि विल् किल् डेफिनेट्लि तत्र पासिबिलिटि इति किमपि न आवश्यकम् अवश्यं सः हननं करोति करिष्यति सम्यक् एतदेव एतत् सूत्रम् सिद्ध किम् अस्ति सम्भावने अलम् इति चेत् सिद्धप्रयोगे तत्र किम् इत्युक्ते अलं प्रयोगे अलम् इति अर्थे वाक्यस्य प्रयोगः भवति चेत् तत्र लिङ्ग्लकारः विधीयते परन्तु अलम् इति शब्दस्य साक्षात् प्रयोगं कुर्मः चेत् लृट्लकारः एव विधीयते लिङ्ग्लकारः न तावदेव विषयः परन्तु अन्यथा न अलं शब्द अस्ति चेत् लुट्लकारः भवति आम् आम् आम् अलं शब्दः अस्ति चेत् लृट्लकारः अलं शब्दस्य अर्थे लिङ्ग्लकारः विधीयते तावदेव तत्र तावदेव विषयः परन्तु भिन्नभिन्नरीत्या तद् स्वीकृत्य अनालिसिस् यदा पूर्वं कृतम् अग्रिमसूत्रे अपि तादृशमेव अस्ति, तद् प्रायः अग्रिमसप्ताहे पश्यामः. एकनिमिषम्.